नमस्ते. अद्य अदादिगणे अजन्तधातवः इति विषयः प्रवर्तमानः अस्ति अद्य अपि. तर्हि सि इति परिच्छेदः, तत्र रू शब्दे इति धातुः, तत्र सुब्रह्मण्यं उदाहरणं करोति. आं भगिनि, रू शब्दे इति धातुः तुरुस्तु शम्यमः सार्वधातुके, तुरुस्तु शम्यमः सार्वधातुके, तु रु स्तु शम् अम् एभ्यः धातुभ्यः हलादि सार्वधातुक तिङ् प्रत्ययस्य विकल्पेन ईट् आगमः भवति. प्रत्ययः पित्वा अपित्वा हलादिः अस्ति चेत् इडागमस्य विकल्पः. अत्र इदानीं सूत्रमस्ति तुरुस्तु शम्यमः सार्वधातुके. अत्र केचन धातवः सन्ति तु रु स्तु शम् अम् एभ्यः धातुभ्यः हलादिसार्वधातुकतिङ्प्रत्ययः हलादितिङ्प्रत्ययस्य इडागमः भवति इति. अत्र प्रत्ययः पित्वा भवेत् अपित्वा भवेत् द्वयोः कृते यदि प्रत्ययः हलादिः अस्ति चेत् अस्ति तर्हि प्रत्ययस्य पूर्वम् इडागमः भवति. अत्र ईट् अस्ति अतः आद्यन्तौ टकितौ इत्यनेन इडागमः पूर्वं भवति, तिङ्प्रत्ययस्य पूर्वं भवति. स च इडागमः तु विकल्पेन भवति इति इत्युक्ते एकपक्षं इडागमः भवति, द्वितीयपक्षे इडागमः न भवति. अत्र प्रथममस्ति, अग्रे पठामि वा भगिनि? अत्र प्रथममस्ति ईडागमः नास्ति चेत् अत्र सर्वाणि रूपाणि वयं यथा यू धातुः कृते करिष्यामः तथा एव भवन्ति. अत्र रु योगः ति, ति तिप् अस्ति अतः अत्र उतो वृद्धिर्लुकि हलि इत्यनेन उकारस्य वृद्धिः भूत्वा औ भवति अतः रौति इति भवति. रुयोगः तः अत्र तः तु हलादि अपित् अस्ति अतः केवलं वर्णमेलनमेव ऋतः. रुयोगः अन्ति, अत्र अन्ति अजादि अपित् अस्ति अतः अचिष्णु धातुभ्रुवां युवर् यङ् उवङ्गौ इत्यस्य कार्यम् अतः उकारस्य उवङ् भूत्वा रुवन्ति इति रूपं निष्पन्नं भवति. तत् स च क्रम तु यथा इडागमः न भवति. यदि इडागमः भवति तर्हि रुयोगः ति, अत्र रुयोगः ईट् योगः ति, अत्र टकारस्य इत्संज्ञा भूत्वा रुयोगः ईति. इदानीम् अत्र यद्यपि ति हलादिपित् अस्ति इदानीम् ईति अस्ति तिङ्प्रत्ययः इडागमस्य अनन्तरम् अतः अजादिपित् भवति. अतः अत्र उतो वृद्धिर्लुकि इत्यस्य वृद्धिः न भवति, परन्तु अत्र ई अस्ति तिप् अस्ति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन प्रथमं गुणकार्यं रु तस्य गुणः भूत्वा ओकारः भवति रो योगः इति. अनन्तरम् अत्र एचोयवायावः इत्यनेन ओकारस्य अवादेशः अतः रवीति इति रूपं निष्पन्नं भवति. अनन्तरम् अत्र रुयोगः तः, रुयोगः ईट् योगः तः, अत्र तः तु अपित् अस्ति, ईतः अपित् अस्ति, परन्तु इदानीम् ईतः तु अजादि अपित् अस्ति अतः पुनः अचिष्णु धातुभ्रुवां युवर् यङ् उवङ्गौ इत्यनेन उवङ्गादेशः अतः रु रुवयोगः ईतः रुवीतः इति रूपं निष्पन्नं भवति. धन्यवादः. धन्यवादः महोदय. हेमभगिनी. प्रायः म्यूट् मध्ये अस्ति. अत्र उतोवृद्धिर्लुकि हलि अस्ति किल, तत्र तत् सूत्रं केवलं अदादिगणस्य कृते एव भवति वा, अन्यत्र अपि भवति वा? यत्र लुक् अस्ति, यत्र लुक् भवति तत्र आम् अदादिगणे लुक् भवति एव, अन्यत्र अपि लुक् भवति वा? यङ् लुक् यत्र यङ् लुक् अपि लुक् तत्रापि तत्रापि भवति. अस्तु. पुनः अन्यत् अस्ति, यथा यदा कदापि आगमः आगच्छति आयाति तर्हि अस्माकं प्रत्ययः इदानीम् ईति इति भवति किल? आं भगिनि. तर्हि अङ्गं रु एव अस्ति सर्वदा, तथैव वा? आं भगिनि. प्रत्ययादौ तदादि एतङ्गम् इति एकं एका परिभाषा अस्ति खलु? अहं न जानामि. केवलम् आगमस्य कृते एव एवं भवति? न, यत्किमपि प्रत्ययः भवति तस्य आदौ यत् अस्ति तद् अङ्गं भवति, अनन्तरम् अङ्गात् परं यत् अस्ति तत् प्रत्ययः इति. आम्, इदानीं तिप् प्रत्ययः अस्ति, तर्हि वयं रुयोगः इ इति न वदामः किल अङ्गम्. इदानीम् ईति इति प्रत्ययं स्वीकृत्य रु कृते वयं किमर्थम् इत्युक्ते तदेव वयं भानुवासरवर्गे प्रायः चिन्तितवन्तः इति मन्ये, प्रायः गतसप्ताहद्वयं चिन्तितवन्तः इति भगिनि. अत्र यदागमः प्रत्ययस्य यदागमः अस्ति, अत्र किं वदति सूत्रं, किं वदति सार्वधातुके पूर्णसूत्रं पठामः चेत् प्रायः अवगन्तुम् अङ्गात् इति भवति कीदृशप्रत्ययः इत्युक्ते हलि सार्वधातुके तिङि इति अस्ति. तर्हि ईडागमः आद्यन्तौ टकितौ इत्यनेन ईडागमः प्रत्ययस्य आगमः, अतः प्रत्ययस्य आदौ आयाति इत्यपि. कस्य स्थाने इति षष्टिविभक्ति इति अस्ति खलु, तर्हि ईडागमः तादृशं प्रत्ययस्य आदौ आयाति, तर्हि प्रत्ययस्य आगमः इति कृत्वा तद् मिलित्वा एव प्रत्ययः इति वक्तुं शक्नुमः. आदौ एव तस्य मेलनं भवति, पृथक्तया न द्रष्टुं शक्नुमः इति महोदयस्य. अस्तु भगिनि, उत्तरमपि अग्रे पठामि वा? आं भगिनि. प्रत्ययः अजादिः अस्ति चेत् ईडागमः न भवति, यथा अजाद्यपित् अन्ति अथवा अजादिपित् आनि इति. रुयोगः अन्ति अचिष्णुधातु ब्रुवां युवोरि अङ्गु अङ्गौ इत्यनेन उवङ्गादेशः भवति. तर्हि रेफयोगः उव् योगः अन्ति रुवन्ति इति रूपम् आयाति. तथैव लोट्लकारे उत्तमपुरुष एकवचने अपि रुयोगः आनि, अत्र तु गुणः भवति सार्वधातुक आर्धधातुकयोः अनेन रो योगः आनि. इदानीं सन्धिकार्यम् एचोयवायावः इत्यनेन अवादेशः रवाणि इति रूपं भवति. अत्र नकारस्य णत्वं भवति अत्कुप्वाङ्नुम् अनेन. तर्हि सारांशः अत्र यत् तु रु स्थु शम् अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति, ईडागमः अस्ति चेत् अपि च ईडागमः नास्ति चेत्. अतः अत्र ईडागमः नास्ति चेत् वयं पूर्वं दृष्टवन्तः यदा यु धातुः तथैव रूपाणि भवन्ति, ईडागमः भवति चेत् तत्र ईटागमः आगत्य तत्र उतोवृद्धिर्लु लुकि हलि वा अन्यसूत्राणि कार्यं करोति इति रूपद्वयं भवति इति सारांशः. धन्यवादः भगिनि. रामप्रिया भगिनी वदति लट्लकाररूपं लट्लकारे. आम्, इडागमः प्रथमं किल? अस्तु भगिनि, इडागमपक्षे इडागमः पक्षे प्रथमं तीतः अन्ति इति तिङ् सिद्धतिङ्कत्याः प्रथमपुरुषे एकवचनं. तीति हलादि अस्ति, पित् अस्ति. अत्र तु तुरुस्तु शम्यमः सार्वधातुके इति सूत्रेण इड् आगमः भवति. रुयोगः इट् योगः ति, रुयोगः ईति इति. तत्तु ईति इति अजादि पित् भवति. इदानीं सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति रोयोगः ईति. एचोयवायावः इति सूत्रेण अवादेशः रवीति इति रूपं. तः तु हलादि अपित् अस्ति. अत्रापि इडागमः आं भवति. तुरुस्तु शम्यमः सार्वधातुके इति सूत्रेण इडागमः. रुयोगः ईट् योगः तः सार्वधातुक ईट् रुयोगः ईति ईतः क्षम्यताम् ईतः. तत्तु अपित् अजादि अपित्. अतः अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ्ग आदेशः भवति. रुवीतः अन्ति तु अजादि अपित् अस्ति. अतः तत्र गुणनिषेधः अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रेण उवङ्ग आदेशः रुवन्ति. आम्, तत्र इडागमः नास्ति तत्र. आम्, रवीति रुवितः रुवन्ति. मणिमहोदय वदति वा? अस्तु नास्ति, तत्र सम्यक् नास्ति इति सुब्रह्मण्यं महोदय. इदानीं तस्य नाम नास्ति, प्रायः भङ्गः अभवत्. ओ प्रायः, धन्यवादः. आं भगिनि, इदानीं रुयोगः सि मध्यमपुरुष एकवचने. अत्र सि हलादि अस्ति, अतः तुरुस्तु शम्यमः सार्वधातुके इत्यस्य कार्यं भवति इडागमः प्रसक्ते. अतः रुयोगः ई योगः रुयोगः ई सि. इदानीम् ईसि इति हलादि न अजादिपित् अस्ति, अतः अत्र रु इत्यस्य गुणः भवति रोयोगः ईसि. इदानीम् अत्र एचोयवायावः इत्यनेन ओकारस्य अवादेशः भवति, अतः रवीसि इति भवति. पुनः अत्र सि इति पदान्ते नास्ति सकारः अत्र, अतः आदेशप्रत्यययोः इत्यस्य प्रसक्तिः अस्ति. किमर्थं चेत् पूर्वम् ईकारः अस्ति, तत्तु यन् प्रत्याहारे अस्ति, अतः रवीषि इति रूपं निष्पन्नं भवति. रुयोगः ईथः अत्र अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः. अत्र गुणनिषेधः भूत्वा अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ इत्यस्य एव प्रसक्तिः. अतः अत्र रुयोगः ईथः अत्र रुवीथः इति रूपं भवति, तथा एव रुवीथ. आहत्य मध्यमपुरुषे इडागमपक्षे रवीषि रुवीथः रुवीथ. धन्यवादः. इदानीं रुयोगः मी अस्ति, मी अपि पित् अस्ति, अतः तुरुस्तुषम्यमः सार्वधातुके इति इत्यनेन तत्र ईटागमः भवति. रुयोगः ईट्योगः मी इति, रुयोगः इमि इति. इदानीम् अजादि पित् अस्ति, अतः सार्वधातुक आर्धधातुकयोः अनेन रु रो इति भवति, गुणः भवति. गुणः भूत्वा तदनन्तरं यान्तवान्तादेशसन्धिकार्यं भूत्वा रु रोयोगः ईमि अवादेशः भवति, रविमि इति आयाति. तदनन्तरं रुयोगः वः मः द्वयोस्थाने अपि ईटागमः आगच्छति, तुरुस्तुषम्यमः सार्वधातुके अनेन. तर्हि रुयोगः ईवः समानतया ईमः अपि. इदानीम् अत्र अपित् अस्ति, अतः गुणकार्यं न सम्भवति, केवलं मेलनमेव. अतः रुवीवः रुवीमः इति रूपद्वयम् आहत्य रविमि रुवीवः रुवीमः इति रूपाणि. आं भगिनि, लोट्लकारे तूता ताम् अन्तु, तु हलादि पित् अस्ति, तुरुस्तु शम्यमः सार्वधातुके इति सूत्रेण इडागमः भवति. रुयोगः इट् योगः ईट् योगः तु, रुयोगः ईतु, तत्र तत्तु अजादिपित् भवति इदानीम्. अतः सार्वधातुकार्थधातुकयोः इति सूत्रेण गुणः भवति प्रथमं. रोयोगः ईतु, येचो यवायावः इति सूत्रेण अवादेशः, रवीतु रवीतु, तात्तु हलादि अपित् अस्ति, हलादि अपित् हलादि अपित् अस्ति चेदपि इडागमः भवति. रुयोगः ईट् योगः तात्, रुयोगः ईतात्. भगिनि, यत्र अपित् अस्ति तत्र इडागमस्य कार्यं नास्ति खलु? ओहो, अस्ति वा? क्षम्यताम्, अस्ति खलु, अस्ति. आमाम्, इदागं सार्वधातुकस्य इति एव. आमां, हलि हलि इति एव अस्ति. आमां, तर्हि तत्रापि किन्तु अत्र अत्र पुष्पा महोदयाः धातुपाठे तत् तथा न रवीतात् इति एकं रूपं न दत्तमस्ति. नास्ति अत्र, अहमपि तदेव तद् दृष्ट्वा प्रायः पुनः नास्ति. तत्र तात् इति रूपं नास्ति इदागमः पक्षे, तात् इति रूपं नास्ति. किमर्थमिति किमर्थं नास्ति इति. अस्तु भगिनि, ताम् इति तदपि हलादि पित् अपित् अस्ति, इडागमः भवति. रुयोगः ईट् योगः ताम्, रुयोगः ईताम्, ईताम् अपि अजादि अपित् भवति. अचिष्णुधातुभ्रुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ् आदेशः भवति. रुवीताम् अन्तु अजादि अपित् अस्ति, अत्र इडागमः न भवति. अचिष्णुधातुभ्रुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ्गादेशः भवति रुवन्तु रवीतु रुवीतां रुवन्तु अत्र स्तु धातोः अपि पश्यामि भगिनि अष्टाध्यायी डाट् काम् तत्र पश्यामि तत्र अपि इडाग तात् यत् अस्ति तत्र इडागमस्य रूपं नास्ति इडागमरूपं नास्ति किल पृच्छामः महोदय पृच्छामः अस्तु क्षम्यतां सुब्रह्मण्य महोदय आं भगिनि इदानीं मध्यमपुरुष तात् त्यजामः वा भगिनि इदानीं मध्यम इदागमस्य आं तत्र नास्ति महोदय किन्तु अन्यत् रूपमस्ति खलु कर्तृत्वम् अस्ति अस्तु अस्तु भगिनि इदानीं इडागमपक्षे अत्र मध्यमपुरुष लोट्लकार तिङ् प्रत्ययाः हि तं ता सर्वे अपि अत्र हलादि अपि हलादिः अतः तुरुस्तु शम्यमः सार्वधातुके इत्यस्य प्रसक्तिः अतः ईडागमः भवति प्रत्ययस्य आदौ अतः ईः ईतम् ईत रुयोगः ईः इदानीम् अजादि अपि अतः अत्र गुणनिषेधः अचिष्णुधातुभ्रुवां योर्यङ् वङ्गौ इत्यस्य प्रसक्तिः कार्यम् अपि अतः उकारस्य ओकारः उकारस्य उवङ्गादेशः अतः रुवहि रुवीः रुवीतं रुवीत वर्णमेलनं भूत्वा उकारः अपि अस्ति रुवीः रुवीतं रुवीत अत्र उवङ्गादेशः भवति उवङ्गादेशः भवति अतः उकारस्य उवङ्गादेशः भूत्वा रुव अनन्तरं रुव रुव्योगः ईः रुवीः रुव्योगः ईतं रुवीतं रुव्योगः ईत रुवीत सर्वत्र लङ्लकारस्य लुङ् लङ् लङ् लृङ्क्षु अडुदातः इदानीं लोट् लकारः अस्तु इदानीम् आनि आव आम इति लोट् लकारस्य उत्तमपुरुषरूपाणि अस्ति सर्वे अजादिपित् अस्ति अतः सर्वत्र गुणः भवति रुयोगः ईट्योगः आनि इदानीं सार्वधातुकार्धधातुकयोः अनेन रोयोगः ईयोगः आनि एचोयवायावः कारणेन तत्र अवादेशः भवति भगिनी अत्र ईडागमः न भवति खलु आम् आम् आं महोदय सर्वत्र अजादि एव अस्ति क्षम्यताम् आं तर्हि रोयोगः आनि एचोयवायावः भूत्वा रवानि रवाणि इति रूपम् आगच्छति नकारस्य नत्वम् इति नकारस्य नत्वम् आयाति वा र वा हैवरट् आयाति किल करपत्रे तु दत्तमस्ति भगिनि करपत्रे तु नास्ति किल करपत्रे करपत्रे णत्वं दत्तमस्ति परन्तु महोदयस्य पुस्तके नास्ति पुस्तके नास्ति पुस्तके नास्ति अष्टाध्याय डाट् काम् न न तत्तु प्रायः भवेत् परन्तु निमित्तानि सर्वं सम्यक् अस्ति किल भगिनि रेफस्य परे वकारः आकारः तर्हि नकारस्य णत्वं सत्यं भगिनि भवेत् प्रायः पुस्तके कानिचन दोषाः सन्ति इति महोदय तर्हि रवाणी एव इति मम चिन्तनं. तदनन्तरं समानतया रवाव रवाम इति एचुयवायाः अपि च सार्वधातु पार्धधातुपयोः अनेन तत्र रवाव रवाम इति रूपाणि आयन्ति. धन्यवादः. लङ्लकारः प्रथमं तु लुङ् लङ् लुङ्षु ष्वडुदातः इति सूत्रेण अडागमः भवति. अयोगः रुयोगः तकारः. तकारः तु हलादि पित् अस्ति, इडागमः भवति. रुयोगः आयोगः रुयोगः इट् योगः तकारः. इदानीं तत्तु अजादीपित् भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण रो योगः ईत् भवति. आयोगः रो योगः ईत्. एचो यवायावः इति सूत्रेण अवादेशः. रव्योगः ईत् अरवीत् अरवीत्. ताम् इति हलादि अपित् अस्ति, अत्रापि इडागमः भवति. तुरस्तु शम्यमः सार्वधातुके इति सूत्रेण. अयोगः रुयोगः इट् योगः ताम् इताम्. तत्र अजादि अपित् भवति, अतः अचिष्णुधातुगुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ्ग् आदेशः भवति. अरुवीताम् अरुवीताम् अन् अपि अन् तु अजादि अस्ति अपित् अस्ति, अत्रापि गुणनिषेधः. अचिष्णुधातुगुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ्गादेशः. अरुवन् अरुवि अरु अरवीत् अरुवीताम् अरुवन्. इदानीमत्र लङ्लकार मध्यमपुरुष प्रत्ययाः स तं ता सर्वे अपि अत्र हलादिः हलादिप्रत्ययाः, अतः ईडागमस्य प्रसक्तिः. ततः पूर्वम् अत्र लङ्लकारे अत्र लुङ् लङ् लृङ् ष्वडुदात्त इत्यनेन अडागमः. आयोगः रुयोगः ईयोगः स. अत्र रुयोगः ई अत्र इदानीं प्रथमं आदेशप्रत्यययोः इत्यस्य कार्यं भवति वा भगिनि अत्र, नो चेत् अनन्तरमेव भवति वा अत्र? पुनः महोदय, अत्र ईयोगः स अस्ति खलु भगिनि, अत्र अत्र आदेशप्रत्यययोः इत्यस्य कार्यम् इदानीमेव भवति वा अन्ततो गत्वा भवति वा? प्रायः प्रथमं न भवति एव किल महोदय, पदान्ते अस्ति न इदानीमेव भवति वा अनन्तरं भवति वा इति क्रमः कः इति मम प्रश्नः भगिनि. सार्वधातुकार्धातुकयोः इति सूत्रं खलु महोदय, तदेव सार्वधातुकसप्तमाध्यायस्य कस्मिन् पादे अस्ति, प्रथमपादे अस्ति वा? सार्वधातुकार्धधातुकयोः एकनिमिषं भगिनि. एतदस्ति तरु शम्यमः इति सार्धातके इति सूत्रं 7394 इति अस्ति. तर्हि परसूत्रम् इत्यस्मात् बलवत् भूत्वा आदौ ईडागमः भवति इति खलु. ईडागमः तु प्रथमं भवति एव भगिनि, परन्तु अत्र ईयोगः अस्ति तत्तु प्रथममेव भवति इति महोदयेन उक्तमासीत्, भानु आदेशप्रत्ययोः प्रथमं भवति वा इति मम प्रश्नः। आदेशप्रत्ययो नास्ति खलु भगिनि, उक्तं तदान्ते सकारः अस्ति आदिशत्, तदेव उक्तवती अहम्। अत्र अत्र स इति पदान्ते नास्ति, अपदान्ते अस्ति, अतः अत्र खरवसानयोर्विसर्जनीया। क्षम्यतां भगिनि, अस्तु अस्तु अस्तु, इदानीं समीचीनं, मम भ्रमः एव अत्र। इदानीम् अत्र अयोगः रुयोगः ईयोगः स, अत्र इदानीम् अत्र आयोगः रुयोगः ईस्, अत्र तत्तु अजादिपित् अस्ति, अतः उकारस्य गुणः भूत्वा ओकारः। आयोगः रोयोगः ईस्, अत्र इदानीम् अत्र प्रथमम् आयोगः रो, अरो योगः ईस्, अत्र इदानीं एचोयवायावः इत्यनेन ओकारस्य अवादेशः, अतः अर् योगः अव् योगः ईस्, अत्र अर् योगः अव् अरव् अरव्योगः ईस् अरवी अरवीस्। इदानीम् अत्र खरवसानयोर्विसर्जनीयः ससजुषोरुः खरवसानयोर्विसर्जनीयः इत्यनयोः अत्र सकारस्य विसर्गः, अतः अत्र अरवीः इति रूपं निष्पन्नं भवति। अत्र अकारः योगः रुयोगः ईतम्, इदानीम् अजादि अपित् अस्ति, अतः अचिष्णुधातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः, अतः उकारस्य उवङ्गादेशः। आयोगः रुव रुव्योगः ईतम्, अरुव् योगः ईतम् अरुवीतं, तथा एव अरुवीत आहत्य अत्र अरवीः अरुवीतम् अरुवीत। महोदय, अहं चिन्तयामि अत्र तात् इत्यस्य इडागमः किमर्थं न भवति इत्युक्ते तातन् इति आर्धदातुकप्रत्ययस्य प्रत्ययः इति वक्तुं शक्नुमः वा? तिङ्गपि नास्ति, षित् अपि नास्ति, आर्धदातुकस्य अतः अत्र तातङ्ग् नित्व नित् अस्ति, किन्तु नित् अस्ति, किन्तु तिङ्गपि नास्ति, षित् अपि नास्ति, तातङ्ग् इति भिन्नप्रत्यय, यत्र तिङ् प्रत्यये अविलयं तत्र न आयाति खलु तातङ्ग् तातङ्ग्। तर्हि अग्रे उत्तमपुरुषे अम् व म इति सिद्धतिं प्रत्ययाः अस्ति सन्ति। अम् तु अजादिपित् अस्ति, अत्र ईटागमः न भवति एव। अयोगः रुयोगः अम् इति सार्वधातुक आर्धधातुकयोः अनेन अत्र गुणः भूत्वा अरो योगः अम् इति, इदानीं सन्धिकार्यं भवति अवादेशः भूत्वा आरवम् इति रूपम् आयाति। वम द्वयमपि अत्र हलादि अस्ति, अतः ईटागमः आयाति तुरुस्तु शम्यमः सार्वधातुके अनेन। तर्हि अयोगः रुयोगः इव अयोगः रुयोगः इव, इदानीम् उवङ्गादेशः भवति अजिष्णुधातु युवोर्यङ् वङ्गौ इति अनेन अरु अरुवीव तथैव अरुवीम अरवम् अरुवीव अरुवीम इति रूपाणि आयाति। धन्यवादः भगिनि. विधिलिङ्गि वदति वा का भगिनि? रामप्रिया भगिनि. म्यूट् मध्ये अस्ति. आं भगिनि, विधिलिङ्ग् किल यात् यातां सर्वे हलादिः अस्ति, अपित् अस्ति, इडागमः भवति. तुरुस्तुं शम्यमः सार्वधातुके इति सूत्रेण रू योगः ईट् योगः यात् रू योगः ईट् योगः यात् तत्र तु आम् अजादि भवति इदानीम् अजादि अपित् अतः अचिष्णुधातुभ्रुवां योर् यङ् वाङ्ग इति सूत्रेण वङ्ग् आदेशः भवति. रुयोगः इर्वियोगः उवङ्ग् इति कथं भवति इति यात् इति किल रुवीयात् रुवीयात् रुवीयात् रुवीयातां रुवीयुः रुवीयाः रुवीयातं रुवीयात रुवीयां रुवीयाव रुवीयाम. किमर्थम् अत्र पुस्तके न दत्तमस्ति इति न जाने. मम पुस्तके नास्ति, अत्र नास्ति, अतः एव किञ्चित् क्लेशः. रुवीयात् आम् सुब्रह्मण्य महोदय वदति वा किमर्थम् इत्युक्ते अग्रे स्तु धातोः कृते दत्तमस्ति. इदानीं विकल्प यदा इडागमः न भवति तस्मिन् पक्षे वदामि वा भगिनि? इदानीम् अत्र रुयोगः अत्र लट्लकारप्रथमपुरुषे तितः अन्ति रुयोगः ति. इदानीम् अत्र ति तिप् अस्ति, अतः सार्वधातुक न अत्र रुयोगः ति. इदानीं उतो वृद्धिर्लुकि हलि इत्यनेन अत्र उकारस्य वृद्धिः भूत्वा औकारः भवति, अतः रौति इति रूपं निष्पन्नं भवति. रुयोगः तः, तः हलादि अपित् अस्ति, अतः वर्णमेलनमेव ऋतः. रुयोगः अन्ति, अन्ति अजादि अपित् अस्ति, अतः गुणनिषेधः. अचिष्णु धातुभ्रुवां युवर् यङ् वङ्ग इत्यस्य प्रसक्तिः, अतः रुवन्ति आहत्य रौति ऋतः रुवन्ति. मध्यमपुरुषे सीतः त इति अस्ति. सी तु अत्र गुणः भवति रुयोगः सी. इदानीं न गुणः न भवति, क्षम्यताम्, उतो वृद्धिर्लुकि हलि इत्यनेन तत्र वृद्धिः भवति. रुकारस्य रौ इति भवति, रौ योगः सि. इदानीं सकारस्य अपदान्ते अस्ति इन्को वर्णेन, अत्र सकारस्य षत्वं भवति, भूत्वा रौषि इति रूपमायाति. तदनन्तरं सः स द्वयमपि हलादि अपित् अस्ति, अतः अत्र केवलं मेलनमेव भवति, कोऽपि कार्यं नास्ति. अतः ऋतः ऋथ रौषी ऋतः ऋथ इति रूपाणि. उत्तमपुरुषे उत्तमपुरुषे मी वहमः. अत्र तु मी तु हलादि पित् अस्ति, उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिः भवति. रौमि वहमः हलादि अपित् अस्ति, अत्र केवलं वर्णमेलनमेव, रुवः रुमः, रौमी रुवः रुमः. इदानीं लोट्लकारे अत्र प्रथमपुरुषे तु तात् ताम् अन्तु, रुयोगः तु तु हलादिपित् अस्ति, सार्वधातुक पित् अस्ति, अतः अत्र उतो वृद्धिर्लुकि हलि इत्यनेन उकारस्य वृद्धिः रौ तु इति रूपं निष्पन्नं भवति. रुयोगः तात् तात् नित्वत् भूत्वा अत्र अपित् भवति, तात् क्निति च इत्यनेन गुणनिषेधः, अतः अत्र केवलं वर्णमेलनमेव. ऋतात् इति उतो वृद्धिर्लुकि हलि, अत्र वृद्धिः भवति खलु भगिनि, उतो वृद्धिर्लुकि हलि, तात् तु हलि अस्ति. एकनिमिषं, उतो वृद्धिर्लुकि हलि अत्र भवति एव प्रायः, उतो वृद्धिर्लुकि हलि अपित् अस्ति इति न भवति. सार्वधातुकप्रत्ययः अस्ति चेत् एव पित् अपित् इति कार्यं भवति. अत्र तु आर्धधातुकप्रत्ययः उतो वृद्धिर् लुकि हलि इति सूत्रं किति सार्वधातुके इति अस्ति, किन्तु अपित् अपित् इति आर्धधातुकस्य नाम भवति. अतः अत्र केवलं वर्णमेलनमेव, ऋतात् इति रूपं निष्पन्नं भवति, तथा एव ऋताम्, अनन्तरं रुयोगः अन्तु, अन्तु अजादि अपित् अस्ति, अतः अचिष्णुधातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य कार्यम्, अतः रुवन्तु. आहत्य रौतु, ऋतात्, ऋतां, रुवन्तु. मध्यमपुरुषे हि तात् तं त सर्वे हलादि अपित् सन्ति, अतः अत्र केवलं मेलनमेव भवति. रुयोगः हि रुहि, रुयोगः तात् ऋतात्, रुयोगः तं ऋतं, रुयोगः त ऋत इति रूपाणि भवन्ति. उत्तमपुरुषे आनि आव आम सर्वे अजादि पित् प्रत्ययः, अतः गुणः भवति. आम् गुणः भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण रु रो भवति, अनन्तरम् एचो यवायवः इति सूत्रेण अवादेशः भवति. रवानि रवाव रवाम. इदानीं लङ्लकारे त ताम् अन् अत्र प्रथमं लुङ् लङ् लृङ् षोडदात्त इत्यनेन अडागमः. आयोगः ऋयोगः त, अत्र त इति पित् अस्ति, सार्वधातुकपित् प्रत्ययः, हलादि अपि अस्ति, अतः उतो वृद्धिर्लुकि हलि इत्यनेन उकारस्य वृद्धिः भवति. आयोगः रौ योगः त, इदानीम् अरौ योगः त, अत्र इदानीं केवलं वर्णमेलनमेव, अरौत् इति रूपं निष्पन्नं भवति. आयोगः रुयोगः ताम्, ताम् इदानीम् अत्र अपित् अस्ति, अतः केवलं वर्णमेलनमेव, अरुताम्. आयोगः रुयोगः अन्, अन् अजादि अपित् अस्ति, अतः अचिष्णुधातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः कार्यं च अतः अत्र अरुवन् इति रूपं निष्पन्नं भवति. आहत्य अरौत् अरुताम् अरुवन् अत्र तां तम् अस्ति किल भगिनि तत्र तत्तु हल् हल् हलादि अस्ति अपि च अपित् अस्ति तत्तु सार्वधातुकमपि अस्ति अत अत्र किमर्थम् उत वृद्धिर्लुकि हलि न कार्यं करोति भगिनि इति सार्वधातुके इति अस्ति इति एव कार्यं भवति पिति एव एकक्षणं भ्रमः भवति मध्यमपुरुषे सकारः तत्तु हलादि पित् अस्ति अतः कयोगः रुयोगः सकारः इदानीम् उत वृद्धिर्लुकि हलि कार्यं कृत्वा तत्र अरौ इति भवति अरौ योगः स सकारः तु पदान्ते अस्ति अतः ससजुषोरुः अपि च खरवसानयोर्विसर्जनीयः आभ्यां कारणेन तत्र विसर्गः आयाति अरौः इति रूपम् आयाति तदनन्तरं तं त द्वयमपि हलादि अपित् अस्ति अत्र केवलं मेलनमेव अरुयोगः तम् अरुतम् अरुयोगः त अरुत तर्हि अरौः अरुतम् अरुत उत्तमपुरुषे अं व म अं तु अजादि अस्ति पित् अस्ति अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति प्रथमं लुङ् लङ् लुङ्क्षु ष्वडु धातः इति अडागमः आयोगः रुयोगः अम् अयोगः रोयोगः अम् अतन् अनन्तरम् एचोयवायावः इति सूत्रेण अवादेशः आरवम् आरवम् आम् व म व म हलादि अस्ति अपित् अस्ति अतः केवलं गुण वर्णमेलनमेव अयोगः रुयोगः व अरुव अरुम अरवम् अरुव अरुम इदानीं विधिलिङ्लकारः अत्र सर्वे हलादि अपित् अतः अत्र अयोगः रुयोगः यात् केवलं वर्णमेलनमेव अरुयात् अरुयाताम् अरुयुः अरुया क्षम्यतां भगिनि आ न भवति इदानीम् अत्र विधिलिङ्लकारः अस्ति धन्यवादः भगिनि रुयोगः यात् रुयात् रुयातां रुयुः रुयाः रुयातं रुयात रुयां रुयाव रुयाम भगिनी अस्ति वा ओ क्षम्यताम् अहं तु म्यूट् मध्ये एव सम्भाषणं कुर्वती अस्मि भगिनी पठति वा हिमा भगिनी अग्रिमा आं भगिनि स्टूञ्ज् धातुः स्तुतौ अपि अदादौ कार्यं तथैव ईट् अपक्षे यु धातुवत् स्तौति ईट् पक्षे स्थवीति इत्यादीनि रूपाणि तु धातुः सौत्रो धातुर्गतिवृद्धि हिंसासु किमपि दोषः अस्ति वा तत्र वृद्धिहिंसासु इति धातुपाठे नास्ति किन्तु अदादिगणीयः इति मन्यन्ते रूपाणि रु धातुवत् तौति तवीति इत्यादिकम् तत्र प्रायः न न तु धातु इति भिन्नम् अस्ति वा तौति इति महोदयेन तदपि कोऽपि पृष्टवन्तः परन्तु तत् महोदय न उक्तवान् प्रायः मुद्रणदोषः किमर्थं सौत्रौ सौत्रु इति अस्ति इति अग्रे पठामि वा वयम् एतद् सूत्रं न पठितवन्तः खलु सूत्रस्य तुरुस्तु शम्यमः सार्वधातुके तु रु स्तु शम् अम् एभ्यः धातुभ्यः हलादि सार्वधातुक तिङ् प्रत्ययस्य विकल्पेन ईटागमो भवति हलादि सार्वधातुक तिङ् प्रत्ययस्य ईटागमो भवति तुश्च रुश्च स्तुश्च शमि शमिश्च आम् अम् अम् च तेषां समाहारद्वन्द्वः ओ आम् इति भ न अम् एव किल भगिनि तत् अम् च तेषां समाहारद्वन्द्वः तुरुस्तु शम्यं तस्मात् तुरुस्तु शम्यमः तुरुस्तु शम्यमः पञ्चम्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रं कुतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः भूस्तुवोस्तिङि इत्यस्मात् तिङि इत्यस्य अनुवृत्तिः ब्रू ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः यङ्गो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति तुरुस्तु शम्यमः अङ्गात् ईट् वा हली सार्वधातुके तिङि तर्हि एतेषां धातूनां कृते यत्र अङ्गस्य अन्ते ये भव उकारान्तः भवति तु रु स्तु शम् अम् धातुभ्यः कृते ईटागमः विकल्पेन आयाति यदि सार्वधातुक हल् प्रत्ययः परे अस्ति चेत् सार्वधातुक तिङ् प्रत्ययः इति पुनः षित् नास्ति इति तर्हि सार्वधातुक तिङ् प्रत्ययः हल् हलादि अस्ति चेत् ईटागमः विकल्पेन आयाति इति सूत्रम् सूत्रस्य सारांशः अपनयने इति धातुः ङित् अस्ति अतः आत्मनेपदी धातुः अन्यत् सर्वं सामान्यमेव हलादिपित्सु आत्मनेपदी धातुषु नास्ति एव आत्मनेपदी धातुषु हलादिपित् प्रत्ययः नास्ति एव अजादिपित्सु गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण अवादेशः भवति एचो यवायावः इति सूत्रेण उदाहरणरूपे हनु हनु योगः ऐ सार्वधातुक अर्धधातुकयोः इति गुणः हनो खुनो योगः ऐ एचो यवायावः अवादेशः क्षम्यतां भगिनि वयं तु स्तु इति धातोः ओ क्षम्यताम् अहं सम्यक् न श्रुतवती तु धातुः आमां स्तु धातुः दृष्टवन्तः खलु भवन्तः तर्हि गच्छतु भगिनि दृष्टवन्तः वा महोदय न भगिनि वयं रू एव कृतवान् अनन्तरं सर्वे समानानि इति कृत्वा न कृतवन्तः भगिनि अत्र एकः प्रश्नः अस्ति अत्र तुरुस्तु शम्यमः सार्वधातुके अत्र अनुवृत्तिसहितसूत्रे अपि तिङ् प्रत्ययस्य विकल्पेन ईट् भवति इति न दत्तमस्ति खलु विकल्पेन ईट् भवति इति दत्तमस्ति पूर्वम् आगच्छति इति अपि दत्तमस्ति परन्तु प्रत्ययस्य एव भवति इति तु न दत्तमस्ति खलु भगिनि अत्र अनुवृत्तिसहितसूत्रं तुरुस्तु शम्यमः अङ्गात् ईट् वा हलि सार्वधातुके तिङि इति दत्तमस्ति अत्र कथं जानीमः अहमपि चिन्तितवती महोदय अन्यत्र कुत्र यत्र वयं इडागमः इडागमः चिन्तनं भवति आर्धधातुकस्य इड् वलादेः इति अस्ति खलु. आर्धधातुकस्य इति षष्टि विभक्ति अस्ति. तर्हि अत्रापि सार्वधातुकस्य इति भवेत् खलु. किमर्थं पाणिनिः सार्वधातुके इति कुत्रचित् तथा पाणिनिना कृतम् अस्ति. यत्र विभक्तिः सम्यक्तया न विभक्तिपरिवर्तनं कृत्वा अस्माभिः आगमनीयम् इति भवति. प्रश्नः न अवगतं मया. पूर्वम् अहम् उक्तवती आसीत् खलु वयं चर्चां कृतवन्तः खलु भगिनि यत्र इडागमः भवति इडागमः प्रत्ययस्य इडागमः अस्ति. किमर्थम् इत्युक्ते साधारणतया यत्र प्रत्ययस्य इडागमः इति वदामः चेत् प्रत्ययस्थाने भवति तर्हि प्रत्ययस्य तत्र विभक्ति यत् पाणिनिना उपयुक्तं भवति तत्तु षष्टिविभक्त्यन्तं भवति. उदाहरणार्थम् आर्धधातुकस्य यद् वलादेः इति आर्धधातुकस्य इति यद् भवति आम् तर्हि आर्धधातुकप्रत्ययस्य एव इडागमः इति अवगन्तुं शक्नुमः. तर्हि इड तादृश इडागमः आद्यन्तौटकित्तौ इत्यनेन स्थानि इति आर्धधातुकप्रत्ययः अस्ति वलादि आर्धधातुकप्रत्ययः तस्य आदौ आयाति. अत्र तथा एव भवति समान स्थितिः भवति चेत् इडागमः कस्य इडामः इडागमः इति प्रश्नः उदेति तुलुसुषम्यमः इति सारदाति सूत्रे कस्य इडामः इडागमः इत्युक्ते अत्र तु किमपि षष्टि विभक्त्यां किमपि नास्ति खलु. तदेव अस्ति महोदयस्य प्रश्नः. षष्टिविभक्तेः एव इडागमः भवति इति चिन्तितवन्तः किन्तु अत्र षष्टिविभक्ति एव न उक्तमस्ति खलु. परन्तु अत्र किमपि विवरणं दत्तम् अस्ति, अहं पठामि. किञ्चित् विवरणं वदतु भगिनि. अत्र अष्टाध्यायी डाट् काम् मध्ये अस्ति किं नाम ईट्. ईट् इति कश्चन टित् आगमः. टित्वात् अयम् आगमः आद्यन्तौ टकितौ इत्यनेन स्थानिनः पूर्वम् आगच्छति. परन्तु अस्मिन् सूत्रे स्थानीवाचकं षष्ट्यन्तं पदमेव नास्ति. अस्याम् अवस्थायां उभयनिर्देशे पञ्चमीनिर्देशः बलियान् इत्यनेन सप्तम्यन्तं पदं स्थानिरूपेण कार्यं करोति. अतः अयम् ईट् आगमः अपृक्तहल् सार्वधातुकप्रत्ययस्य आदौ आगच्छति. सप्तम्यन्तपदम् अष्टाध्यायी डाट् काम् मध्ये किं नाम ईट् इति खलु ततः आरभ्य खलु. किं नाम ईट् तत्र अस्ति. परन्तु वयं पूर्वमपि दृष्टवन्तः पञ्चमी निर्देशः बलियान् इति. परन्तु अत्र तदुपयुज्य ते वदन्ति सप्तम्यन्तं पदं स्थानिरूपेण कार्यं करोति इति. तदर्थं यदा भवती उक्तवती विभक्तिपरिणामं कृत्वा तत्र सप्तमीरूपं दत्तम् अस्ति इति मन्ये. समाधानं प्राप्तं खलु. तर्हि महोदय वदन् आसीत् खलु पठतु. हलादि अपित्सु इति च गुणनिषेधः हनु योगः ते क्षम्यतां हनु योगः ते हुनुते. अजादि अपित्सु निति च गुणनिषेधः अचिष्णु धातुभ्रुवां यो यङ् वङ्गौ इत्यनेन उवङ्ग आदेशः. हुनु योगः आते हुनु हुनु योगः उव योगः आते हुनु वाते. तिगन्तरूपाणि वक्तव्यानि. लटि वदामि वा भगिनि. प्रथमपुरुषे एकवचनं ओहो ये तु आत्मनेपदीरूपं ते आते अथे इति प्रथमपुरुषे ते आत्मने अनुदातः आत्मनेपदी एकनिमिषं विश्वाय अनुदात्त आत्मनेपद अनुदात्त आत्मनेपद अस्तु. ते आते अते ते तु हलादि अस्ति अपित् अस्ति अत्र गुणनिषेधः नु योगः ते नुते आते अते द्वौ अपि अजादि अस्ति अपित् अस्ति अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इति सूत्रेण उवङ्ग् आदेशः भवति ह्नु योगः आते ह्नुवाते ह्नुवते ह्नुते ह्नुवाते ह्नुवते इदानीं मध्यमपुरुषे मध्यमपुरुष लोट् मध्यमपुरुष लट्लकाररूपाणि से आथे द्वे ह्नु योगः से अत्र हलादि अपित् अत्र कोऽपि कार्यं न भवति परन्तु अत्र सकारः अपदान्ते अस्ति अतः पूर्वम् उ अस्ति अतः अत्र आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने मूर्धन्यषकारः अतः ह्नुषे इति रूपं भवति ह्नु योगः आथे अत्र आथे अजादि अपित् अस्ति अतः गुणनिषेधः अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अतः ह्नुवाथे इति रूपं निष्पन्नं भवति ह्नु योगः द्वे अत्र हलादि अपित् केवलं वर्णमेलनमेव ह्नुद्वे इति रूपम् आहत्य ह्नुषे ह्नुवाथे ह्नुद्वे उत्तमपुरुषे ए वहे महे इति रूप सिद्धतिं प्रत्ययाः सन्ति ह्नु योगः ए तु अजादि अपित् अस्ति अतः उवङ्गादेशः भवति अचिष्णु धातुभ्रुवोर्युवङ् वङ्गौ अति अनेन तर्हि ह्नु योगः ए इदानीं ह्नुवियोगः ए ह्नुवे इति रूपम् आयाति वहे महे द्वयमपि हलादि अपित् अस्ति केवलं मेलनमेव भवति अत्र कोऽपि कार्यं नास्ति ह्नु योगः वहे ह्नुमहे तर्हि ह्नुवे ह्नुवहे ह्नुमहे इति रूपाणि आयन्ति लोट्लकार लोट्लकारे ताम् आताम् अतां तां तु हलादि अस्ति अपित् अस्ति हलादि अपित् आम् क्षम्यतां गुणनिषेधः ह्नु योगः तां ह्नुताम् अजादि अपित् आताम् अताम् तत्र तु अचिष्णु धातुभ्रुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ्ग् आदेशः भवति ह्नुवातां ह्नुवतां ह्नुतां ह्नुवातां ह्नुवताम् इदानीं मध्यमपुरुष ह्नु योगः स्व अत्र स्व इति हलादि अपित् अस्ति अतः केवलं वर्णमेलनमेव भवति परन्तु अत्र स इति अपदान्ते अस्ति पूर्वम् उकारः अस्ति अतः आदेशप्रत्यययोः इत्यनेन ह्नुष्व इति रूपं निष्पन्नं भवति ह्नु योगः आथाम् आथाम् अजादि अपित् अस्ति गुणनिषेधः प्रथमम् अनन्तरम् अत्र अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य कार्यं ह्नुवाथाम् इति रूपं निष्पन्नं भवति ह्नु योगः ध्वं हलादि अपित् अतः केवलं वर्णमेलनमेव ह्नुध्वम् आहत्य ह्नुष्व ह्नुवाथां ह्नुध्वम् उत्तमपुरुषे ऐ आवहै आमहे इति सिद्धतिं प्रत्ययाः सर्वे अजादि पितः अतः सर्वत्र गुणः भवति ह्नु योगः ऐ ह्नो योगः ऐ इति इदानीम् अवादेशः भवति सन्धिकार्येण तत्र एचोयवायावः अनेन तत्र ह्नवै इति रूपम् आयाति. कार्याणि समानम् अत्रापि, तर्हि ह्नवा ह्नवाबहै ह्नवामहै इति आहत्य ह्नवै ह्नवावहै ह्नवामहै इति रूपाणि. दुष्करम् उच्चारणार्थम् लङ्लकारे लङ्लकारे तु लुङ् लङ् लुङ्षु ष्वडुदातः इति सूत्रेण अडागमः प्रथमं भवति. अयोगः नु योगः त हलादि अपित् अस्ति, वर्णमेलनमेव. अह्नुत अह्नुत आताम् अथ अजादि अपित् अस्ति. अचिष्णुधातुभ्रुवां युवोर् यङ् वङ्गौ इति सूत्रेण उवङ् आदेशः भवति. अयोगः ह्नु योगः आताम् अह्नुवाताम् अह्नुवथ अह्नुत अह्नुवाताम् अह्नुवथ. लङ्लकारः मध्यमपुरुष थाः आथां ध्वं प्रथमं तु अडागमः लुङ् लङ् लृङ् ष्वडुदात्त इत्यनेन आयोगः नुयोगः थाः थाः अत्र हलादि अपि अतः कोऽपि कार्यं न भवति. अह्नुयोगः थाः वर्णमेलनं भूत्वा अह्नुथाः. अनन्तरम् आयोगः नुयोगः आथाम् आथाम् अजादि अपि अतः गुणनिषेधः अचिष्णुधातुभ्रुवां युवोर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अपि च कार्यम्. आयोगः नु अत्र उकारस्य उवङ्गादेशः अतः अत्र अह्नुव योगः आथ अह्नुव् योगः आथाम् अह्नुवाथाम्. अनन्तरम् आयोगः नु योगः ध्वम् अत्र केवलं वर्णमेलनमेव, हलादि अपि तस्ति अतः अह्नुध्वम् आहत्य अह्नुथाः अह्नुवाथाम् अह्नुध्वम्. भगिनी अत्र एकः प्रश्नः अस्ति, यथा हकारे नकारः अस्ति चेत् उच्चारण नकारे हकारः वदामः, इदानीम् अत्र कथं भवति इति. उत्तमप्रश्नः. यदा ब्राह्मणः मकारः वह्निः, मकारे मकारे हकारः खलु, एतत्तु नकारे हकारः अत्र, तथापि चिह्नम् इति वदामः खलु भगिनि, न तु चिह्नं. वह्निः जाह्नवि नकारस्य कृते, नकारस्य कृते मकारस्य कृते. पुनः वदतु भगिनि, मकारस्य नकारस्य अनन्तरं नकारस्य नकारस्य. तर्हि परन्तु अत्र आरम्भे अनुभूत अनुभूत अनुभूत इति भवति वा तथा, यदि यथा चिह्नं वदामः तथा वदामः चेत् अह्नुत इति भवति खलु भगिनि. परन्तु उकारः तु नकारस्य अस्ति किल, तर्हि कथं हु इति वक्तुं शक्नुमः. अकारः अस्ति ब्राह्मणः इति अस्ति, ब्रह्म इति अस्ति, आकारः वा आकारः तथैव खलु. जाह्नवी अह्नुत अह्नुवाताम् तथैव वक्तव्यं. गुड् आब्सर्वेशन्. आं महोदय. किमर्थं च उच्चारणः एव प्रामुख्यमस्ति खलु भाषायां तु उच्चारणः एव. अन्यभाषासु अपि तथा एव भवति, परन्तु संस्कृतभाषायां तु उच्चारणं बहु प्रामुख्यमस्ति इति मम चिन्तनं, तथैव नो चेत् अनर्थं भवति. अनर्थं भवति. इदानीं लङ्लकारः किल, उत्तमपुरुषे उत्तमपुरुषे इ वहि महि इति अस्ति, अयोगः ह्नु योगः इ, तु अजादि अपित् अस्ति, अतः अत्र उवादेशः भवति अचिष्णुधातु ब्रुवोर्यु युवोर्यङ् वङ्गु अनेन अह्नु वि इति रूपं न इदानीम् अन्हु वि इति वक्तव्यम्. परन्तु महोदय वर्गे समीकृतं न कृतवान् अत्र, सर्वे वयं सर्वे हकारे नकारः एव उक्तवान् प्रायः, महोदय समीन् किमपि न उक्तवान् अत्र, परन्तु भवान् न, मम प्रश्नः आसीत् परन्तु तूष्णीं तिष्ठवान्. अग्रे बहि महि द्वयमपि हलादि अपित् अस्ति, अत्र केवलं वर्णमेलनं, कोऽपि कार्यं नास्ति. अह्नु योगः वहि, अह्नु वहि, अह्नु महि इति. भगिनी भवती पृष्ट्वा वदतु. अहं वा अग्रिमे पृच्छामः तर्हि. इदानीं विधिलिङ्ग्लकारः, सर्वे अजादि अस्ति अपित् अस्ति, अतः अचिष्णुधातु गुवां द्वोर्यङ् वङ्गौ इति सूत्रेण उवङ्ग् आदेशः भवति. हुनु योगः ईत, हुनुवीत हुनुवीयातां हुनुवीरन्, हुनुवीताः हुनुवीयातां हुनुवीध्वं, हुनुवीय हुनुवीवहि हुनुवीमहि. आम्, समाप्तं किल भगिनि? ओ इदानीं तर्हि ब्रूदातोः अग्रिमदातुः पठामि वा भगिनि? ब्रूं व्यक्तायां वाचि इति धातुः, ञ्यत् अस्ति अतः उभयपदि धातुः. अत्र ब्रू धातुः अस्ति, तत्तु ञ्यत् अस्ति अतः धातुः उभयपदि धातुः. ब्रुव ईट् हलादिपिति एव ईट् आगमः भवति, यथा वयं पूर्वं दृष्टवन्तः. इदानीम् अत्र हलादि इति एव ईत् आगमः भवति. ब्रूयोगः ति, ब्रूयोगः ईट् योगः ति, ब्रूयोगः इति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः. ब्रोयोगः इति एचोयवायावः इत्यनेन अवादेशः, अतः ब्रवीति इति रूपं निष्पन्नं भवति. हलादि पितः एते, अत्र तीसीमि तु त स, अतः ब्रवीति ब्रवीषि ब्रवीमि ब्रवीतु अब्रवीत् अब्रवीहि रूपाणि निष्पन्नानि अत्र. अत्र ब्रुव् ईट् इति सूत्रमस्ति, तत्तु हलादि पिति एव ईट् इत्यस्य आगमः भवति, अतः अत्र ब्रूयोगः ति इति यथा प्रथम लट्लकारस्य प्रथमपुरुषे एकवचने ति इति हलादि अस्ति, पित् अपि अस्ति, अतः ईट् आगमः भूत्वा ब्रूयोगः ईत् योगः ति, अत्र ब्रूयोगः ईति भवति. अत्र इदानीम् ईति इति तिप् अस्ति, अजादि तिप् अस्ति, अतः प्रथमं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यम्. अतः ऊकारस्य ओकारः, अनन्तरम् एचोयवायावः इत्यनेन ओकारस्य अवादेशः, अतः ब्रवीति इति रूपं निष्पन्नं भवति. अत्र हलादि पित् प्रत्ययाः अत्र लटि लोटि एकवचने भवन्ति, अतः अत्र ब्रवीति, ब्रवीषि, ब्रवीमि, ब्रवीतु, ब्रवीतु. अनन्तरम् अत्र क्षम्यतां भगिनी, अत्र लट्लकारस्य एकवचने लोट्लकारस्य प्रथमपुरुष एकवचने, अपि च लङ्लकारे प्रथमपुरुष एकवचने मध्यमपुरुष एकवचने एव हलादि पित् प्रत्ययाः. अतः अत्र ब्रवीति, ब्रवीषि, ब्रवीमि, ब्रवीतु, लङ्लकारे अब्रवीत्, अब्रवीः इति रूपाणि. ब्रुवः पञ्चानाम् आदित आहो ब्रुवः, परस्मैपदस्य लट्लकारे भ्रू धातुतः प्रथमपञ्चानां तिङ्प्रत्ययानां क्रमेण तिप्तस्झि सिप्तस् इत्येषां स्थाने नल् अतुस् उस् थल् अथुस् इति आदेशाः विकल्पेन भवन्ति. अपि च अस्मिन् पक्षे सति भ्रू धातोः स्थाने आह् इति धात्वादेशो भवति. भ्रूयोगः इदं सूत्रं वदति, परस्मैपदे लट्लकार परस्मैपदे भ्रूधातोः कृते प्रथम पञ्चषु स्थलेषु तिङ्प्रत्ययानां तिप्तस् झि सिप्तस् इति पञ्चषु स्थलेषु आदेशाः विकल्पेन भवन्ति क्रमेण नल् अतुस् उस् थल् अथुस् इति. अपि च भ्रूधातुः स्थाने विशेषरूपेण आह् इति धात्वादेशः अपि भवति इति. इदानीं कथं भवति इति पश्यामः. भ्रूयोगः ति अस्ति, भ्रूस्थाने आह् इति धात्वादेशः भवति, अपि च ति स्थाने नल् आगच्छति, निरबन्ध रूपम् अस्ति अ इति, तर्हि आह् योगः अ आह् इति विकल्परूपम् अस्ति. तदनन्तरं द्वितीयमस्ति ब्रूयोगः त इति, पुनः ब्रूस्थाने आह् तः स्थाने अतुस् इति, तत्र सकारस्य लोपः भवति इत्संज्ञकः भूत्वा न क्षम्यतां, तत्र ससजुषोरुः करवसानयोर्विसर्जनीयः, अनेन तत्र विसर्गः आयाति अतुः इति, तर्हि आह योगः आह् योगः अतुः आहतुः इति रूपम् आयाति. भ्रूयोगः अन्ति, भ्रूस्थाने आह् इदानीम् आदेशः अस्ति उस् इति, आह् योगः उः इति, आहुः इति विकल्परूपं प्रथमपुरुष बहुवचने. तदनन्तरं प्रथमपुरुष मध्यमपुरुष द्विवचने भ्रूयोगः थः आह् योगः अथुस् इति, आह् योगः अतुः आहतुः. एकवचने भ्रूयोगः सि अस्ति, आह् योगः थल् इति, आह् योगः थ एव तिष्ठति तत्र, आह् योगः त, पुनः तत्र आहस्तः इति नूतनसूत्रमस्ति, अनेन तत्र आह् इत्यस्य हकारस्य स्थाने थकारादेशः भवति झलि परे अस्ति चेत्. इदानीं थकारः प्रत्ययः तु झलि अस्ति, अतः हकारस्य स्थाने थकारादेशः भूत्वा आथ् योगः थ इति. इदानीं सन्धिकार्यमस्ति चत्वसन्धि, खरि च अनेन सूत्रेण तत्र चत्वसन्धिविधायकसूत्रेण खरि परे झलां चरः स्युः, तर्हि प्रथमथकारस्य स्थाने अल्पप्राणतकारः आयाति, आत् योगः त आथ इति रूपम् आयाति, तर्हि आह आहतुः आहुः आहत्थुः आथ इति पञ्चश्रुस्थलेषु विकल्पेन रूपाणि आयाति. अत्र पुस्तकं पश्यामः वा, अष्टाध्यायी सूत्रपाठः इति क्रमं कथम् आयाति इति. षड्विंशति अधिकशततमे पुटे अस्ति. अत्र यत्र गते सप्ताहे वयं दृष्टवन्तः सार्वधातुकार्धातुकयोः इति अस्ति, अनन्तरं सुकण्ठलघुप्रक्षेक्ष इति अस्ति, अनन्तरं पुतोवृद्धिर्लुकि हलि इति, तत्तु किटि सार्वधातुकी एव कार्यं, नाद्यस्याचिपिटि सार्वधातुके इति न किटि सार्वधातुके एव कार्यं भवति उतोवृद्धिर्लुकि हलि इति सूत्रम्. अनन्तरं किं भवति, ब्रुवयित् अपि ततः एव अनुवृत्तिः भवति इति मन्ये खलु, तर्हि तिटि सार्वधातुके एव कार्यं भवति ब्रुवयित् अपि. अनन्तरमेव तरुसुषम्यमः इति सूत्रं सार्वधातुके इति एव अस्ति, तत्र तु तिटि अपिति उभयत्र कार्यं भवति, निदागमः भवति ब्रुवयित् इत्यस्मात् युत् अनुवृत्तिः भवति खलु, तत्र तरुस्तु संयमः सारदास्के इति उपरि अत्र अनुवृत्तिरूपाणि नास्ति किल, तदर्थं किञ्चित् आं कुत्र उतोवृद्धिर्लुकि हलि इति सार्वधातुके अस्ति, ब्रुवयित् अपि इति सार्वधातुके, तरुस्तु संयमः सारोदात्ये इति तिथि अपि ति उभयत्र अपि अस्ति, मम किञ्चित् क्लेशतमस्त. अत्र सार्वधातुके इति आवश्यकं वा, सुरुस्तु शम्यमः सार्वधातुके किमर्थम् इत्युक्ते भवती इदानीम् उक्तवती किल उतो वृद्धिर्लुकि हलि अपि सार्वधातुके अस्ति, सार्वधातुके इति अस्ति आं भगिनि, तर्हि तत्र प्रतिपादनम् अस्ति किल, किमर्थम् उक्तवान् इति अनुवृत्ति अपि भवितुं शक्नोति, भवितुम् अर्हति, परन्तु अत्र अस्माकम् उतो वृद्धि लुकि हलि पिति हलि पिति सर्वदात्के, ब्रुवयित् अपि हलि पिति सर्वदात्के खलु, ब्रुवयित् अपि हलि पिति सर्वदात्के, एतदस्ति हरि सार्वधातुके एव, तिथि अपि तिथि किमपि नास्ति, प्रायः तदर्थमेव तथा कृतवान्. अस्तु भगिनि, नो चेत् अनन्तर न जानामि भगिनि, लाघवार्थं लाघवार्थम् इति महोदय नितरां वदति किल, तदर्थं अस्तु नो चेत् तत्र षष्टिविभक्ति किमपि सप्तमी अपि अस्ति खलु, आं सत्यम् अहं न जानामि भगिनि, छन्दसहस्कृते धन्यवादः भगिनि, रूपाणि दृष्टं पश्यामः वा, ह्यः दृष्टवन्तः खलु लट्लकार आत्मनेपदीरूपं परस्नेपदीरूपम् आत्मनेपदीरूपम् उभोपि समाप्तौ वा, न आत्मनेपदी न कृतवन्तः, न कृतवन्तः केवलं परस्नेपदी एव, तर्हि कुर्मः लट्टि प्रथमं वदामि, भ्रूधातुः तीतः अन्ति परस्मैपदिरूपं, तीतः अन्ति ती तु हलादि अस्ति, सित् अस्ति, हलादि पित् इत्युक्ते सार्वधातुक अर्ध क्षम्यतां ब्रुवो इट् इति इत्यनेन इटागमः भवति, ब्रूयोगः ईट् योगः ति, ब्रूयोगः इति ब्रो सार्वधातुक अर्धधातुकयोः इति सूत्रेण इडागमः क्षम्यतां गुणः ब्रो इति एचो यवायावः अवादेशः ब्रवीति विकल्पेन आह ध्रुवः पञ्चानामादित आहो ध्रुवः इति सूत्रेण आह इति अपि रूपं द्विवचने तः हलादि अपित् अस्ति अत्र गुणनिषेधः ङिति च इति सूत्रेण भूतः अत्र ध्रुवः पञ्चानामादित आहो ध्रुवः इति सूत्रेण आहतुः अन्ति अजादि अस्ति अपित् अस्ति अचिष्णुधातुभुवां युवोर् यङ् वङ्गौ इति सूत्रेण उवङ्गादेशः अत्र इडागमः न भवति ब्रुवन्ति विकल्पेन आहुः ब्रवीति आह ब्रूतः आहु आहत्पुः ब्रुवन्ति आहुः इदानीं मध्यमपुरुषे सीथः थ अत्र प्रथमं ब्रूयोगः सि सि हलादिपित् अस्ति अतः ब्रुव ईट् इत्यनेन ईडागमः ब्रूयोगः ईयोगः सि इदानीम् अत्र प्रथमम् अत्र उकारस्य सार्वधातुक अर्धधातुकयोः इत्यनेन उकारस्य गुणः ओकारः ब्र योगः ओ योगः ई योगः सि अत्र ओकारस्य इदानीम् अत्र अनन्तरमत्र ई अस्ति अजादि अस्ति अतः अत्र एचोयवायावः इत्यनेन ओकारस्य अवादेशः ब्रव् योगः ई योगः सि अत्र सि अपदान्ते अस्ति पूर्वम् ईकारः अस्ति अतः आदेशप्रत्ययोः इत्यनेन सकारस्य मूर्धन्यषकारः अतः ब्रवीषि इति रूपं निष्पन्नं भवति विकल्पेन अत्र ब्रुवः पञ्चानामादिति आदित आहो ब्रुवः इत्यनेन ब्रूस्थाने आह् तः स्थाने अथुस् इति भवति आदेशः अतः आह् योगः आथुः अत्र आहथुः इति रूपं निष्पन्नं भवति अनन्तरम् अत्र ब्रूयोगः थः हलादि अपित् अस्ति अतः ब्रूथः कोऽपि कार्यं न भवति केवलं वर्णमेलनमेव विकल्पेन ब्रुवः पञ्चानामादित आहो ब्रुवः इत्यनेन ब्रूस्थाने एकनिमिष भगिनि अत्र किञ्चित् दोषाय उक्तवान् ब्रूयोगः सि ब्रूयोगः सि अत्र किञ्चित् दोषं कृतवान् अत्र ब्रूयोगः सि अत्र ब्रूस्थाने आह् सि स्थाने थल् अतः आह् योगः थ इदानीमत्र आहस्थः इत्यनेन प्रथमं हकारस्य स्थाने थकारादेशः भवति अतः अत्र आथ् योगः थ इदानीं खरि च इत्यनेन अत्र थकार अत्र अनन्तरं यः थकारः अस्ति तत्तु खरि अस्ति अतः थकारस्य स्थाने तस्य प्रथमवर्गस्य प्रथमसदस्यः आगच्छति अतः आत् योगः थ आथ इति रूपं निष्पन्नं भवति अत्र मध्यमपुरुषद्विवचने ब्रूयोगः थः हलादि अपि अतः केवलं वर्णमेलनमेव ब्रूथः विकल्पेन अत्र ब्रुवः पञ्चानामादित आहो ब्रुवः इत्यनेन ब्रूस्थाने आह् थः स्थाने अथुस् अतः आहथुः इति रूपं निष्पन्नं भवति बहुवचने ब्रूयोगः थ अत्र केवलं वर्णमेलनमेव ब्रूथ आहत्य ब्रवीषि आत्थ ब्रूथः आहतुः ब्रूथ उत्तमपुरुषे मी वहमः इति अस्ति, मी तु इत् अस्ति, अतः ब्रूयोगः मी इदानीं सार्वधातुक आर्धधातुकयोः अनेन अत्र क्षम्यतां ब्रुव ईट् इति सूत्रेण अत्र ईटागमः आयाति, ब्रूयोगः ईट् योगः मी इति सार्वधातुक अर्धधातुकयोः अनेन तत्र गुणः भूत्वा ब्रो योगः ई योगः ति इति मी इति तदनन्तरम् एचोयवायावः कारणेन तत्र अवादेशः भवति, ब्रव्योगः ईमि ब्रवीमि इति रूपम् आयाति, एकः एव रूपं विकल्परूपं नास्ति अत्र। तदनन्तरं वहामः अत्र केवलं मेलनमेव भवति, हलादिपितः सन्ति, ब्रूवः ब्रूमः इति ब्रवीमि ब्रूवः ब्रूमः। लोट्लकारे तूता ताम् अन्तु, तूतु हलादिपित् अस्ति अतः इडागमः भवति, ब्रवी ब्रुव इट् इति सूत्रेण ब्रूयोगः ईट् योगः तकारः गुणः भवति प्रथमं सार्वधातुकार्धधातुकयोः अनन्तरम् एचोयवायावः इति अवादेशः, ब्रवीतु तात् तत्र तु केवलं वर्णमेलनमेव, ब्रूतात् ब्रूताम् अन्तु अजादि अपित् अस्ति, अत्र अचिष्णुधातु ब्रुवां युवो यङ् वङ्गौ इति सूत्रेण उवङ्ग आदेशः, ब्रुवन्तु ब्रवीतु ब्रूतात् ब्रूतां ब्रुवन्तु। इदानीं लोट्लकार मध्यमपुरुषे अत्र तिङ्प्रत्ययाः हि तात् तं त अत्र सर्वे हलादि अपित् अतः केवलं वर्णमेलनमेव, ब्रूहि ब्रूतात् ब्रूतं ब्रूत। अग्रे उत्तमपुरुषे आनि आव आम सर्वे अत्र अजादिपितः सन्ति अतः अत्र ब्रूयोगः आनि अतः अत्र ब्रूयोगः आनि इति भवति, तदनन्तरम् एचोयवायावः अनेन तत्र अवादेशः भवति, ब्रव्योगः आनि ब्रवाणि इति, तदनन्तरं णत्वं भवति अतः तत्र ब्रवाणि इति रूपम् आयाति, तदनन्तरं ब्रूयोगः आव अपि तथैव ब्रवाव ब्रवाम इति, तर्हि ब्रवाणि ब्रवाव ब्रवाम इति सार्वधातुकार्धधातुकयोः एचोयवायावः द्वयोरपि कार्यमत्र भवति। लङ् लकारे प्रथमं लुङ् लङ् लुङ् षु ष्वडुदातः इति सूत्रेण अडागमः भवति, अयोगः ब्रूयोगः तकारः, तकारः तु हलादि अस्ति पित् अस्ति अतः इडागमः भवति, अयोगः ब्रूयोगः इट् योगः तकारः, तद् अजादि भवति इदानीम् अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः अनन्तरम् एचोयवायावः इति सूत्रेण अवादेशः, अब्रवीत् ताम् हलादि अस्ति अपित् अस्ति अब्रूताम् अन् अजादि अस्ति अपित् अस्ति अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रेण वङ् आदेशः, अब्रूवन् अब्रवीत् अब्रूताम् अब्रूवन्। इदानीं मध्यमपुरुष रूपाणि लङ्लकाररूपाणि स तं त प्रथमं अडागमः लुङ् लङ् लृङ् ष्वडुदात्त इत्यनेन, आयोगः ब्रूयोगः स अत्र स हलादि अपित् हलादिपित् अस्ति, अतः ब्रुव ईट् इत्यनेन ईडागमः, अयोगः ब्रूयोगः ईयोगः स. अत्र उकारस्य गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन, अतः अयोगः ब्र योगः ओ योगः ई योगः स. इदानीम् अत्र अब्र योगः ओ योगः ई योगः स, अत्र एचोयवायावः इत्यनेन ओकारस्य अवादेशः, अतः अयोगः ब्र अब्र योगः अव् योगः ई योगः स, अब्रव् योगः ई योगः स, अब्रवी योगः स. अत्र ससजुषोरुः करवसानयोर्विसर्जनीयः इत्यनेन सकारस्य स्थाने विसर्गः अब्रवीः इति रूपं निष्पन्नं भवति. अत्र अयोगः ब्रूयोगः तम्, अत्र तं हलादि अपित् अस्ति अतः केवलं वर्णमेलनमेव, अतः अब्रू तम् इति रूपं निष्पन्नं भवति. ता अपि तथा एव, अतः अब्रूतम् आहत्य अब्रीवीः क्षम्यताम् अब्रवीः अब्रूतम् अब्रूत. इदानीम् उत्तमपुरुषे अम् व म इति प्रत्ययाः सन्ति. अम् तु अजादि अस्ति, अतः अब्रू योगः अम्. इदानीं सार्वधातुकार्धधातुकयोः अनेन गुणः भूत्वा, तदनन्तरम् इचोयवायावः कारणेन अवादेशः भूत्वा अभ्रवम् इति रूपम् आयाति. तदनन्तरम् अब्रूयोगः व केवलं मेलनं, संयोजनेन तत्र अब्रूव अपि च अब्रूम, तर्हि अभ्रवम् अब्रूव अब्रूम इति रूपाणि. द्वितीलिङ्गि तु सर्वत्र हलादि अस्ति, अपित् अस्ति, वर्णमेलनम् एव. ब्रूयोगः यात् ब्रूयात् ब्रूयातां ब्रूयुः ब्रूयाः ब्रूयातं ब्रूयात ब्रूयां ब्रूयाव ब्रूयाम. पृष्टवती खलु भगिनि, पश्यामः पश्यामः तद् दृष्ट्वा अनन्तरं पश्यामः. सुब्रह्मण्यं महोदय पत्र इदानीं सूत्राणि वा भगिनि? तदपि दृष्ट्वा विरमामि. अत्र ब्रुव ईट् ब्रू धातुतः हलादिपित् प्रत्ययस्य ईट् आगमो भवति. ध्रुवः पञ्चम्यन्तम्, ईट् प्रथमान्तं, द्विपदमिदं सूत्रम्. उतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. नाभ्यस्तस्याचि इति सार्वधातुके इत्यस्मात् इति सार्वधातुके इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं ध्रुव अङ्गात् ईट् हलि इति सार्वधातुके. अत्र ब्रुव एट् इति सूत्रमस्ति. अत्र ब्रू धातुतः हलादिपित् प्रत्ययस्य ईट् आगमः भवति इति, इत्युक्ते पूर्वं ब्रू धातुः अनन्तरं हलादिपित् प्रत्ययः तथा अस्ति चेत् प्रत्ययस्य ईट् आगमः भवति. इत्युक्ते ईट् इत्युक्ते अत्र टित् अस्ति ईट्, अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य पूर्वम् आगच्छति इति, आदौ आगच्छति इति. अत्र ब्रुवः इति पञ्चम्यन्तम् इत्युक्ते अत्र तस्य अनन्तरं कार्यं भवति इति. ईट् प्रथमान्तम् इत्युक्ते तस्य आदेशः भवति इति आगमः आगमः इदानीं तु अत्र आगमः एव तत् द्विपदं सूत्रं द्विपदमस्ति अत्र उतो वृद्धिर्लुकि हलि इत्यस्य इत्यस्मात् हलि इत्यस्य अनुवृत्तिः अनन्तरं नाभ्यस्तास्याचि पीति पिति सार्वधातुके इत्यस्य पिति सार्वधातुकेः सार्वधातुके द्वयोः अपि अनुवृत्तिः अनन्तरम् अत्र अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति ब्रुव अङ्गात् ईट् हलिपिति सार्वधातुके इत्युक्ते अङ्गात् इति पञ्चम्यन्तं ब्रुव अङ्गात् इति पञ्चम्यन्तम् अतः अत्र तस्य अनन्तरं ईट् इत्यस्य आगमः यदि परे हलिपिति सार्वधातुके सार्वधा हल् अपि च पित् सार्वधातुकप्रत्ययः अस्ति चेत् अत्र ब्रुवः इति षष्टि अपि भवितुम् अर्हति वा ब्रुवस्य अङ्गात् इति यदि वयं वदामः तर्हि अर्थः भिन्नः भवति वा तर्हि ब्रुव इदागमः ब्रुवस्य ब्रुव ब्रूधातोः इदागमः भवति खलु तर्हि ईयोगः ब्रू इति आयाति आद्यन्तं लिखितमित्यनेन ईयोगः ब्रू इति आयाति तर्हि पञ्चमी एव ब्रुव इति ब्रुव अङ्गात् अत्र ब्रुव इति विशेषणं भवति वा भगिनि अङ्गात् इत्यस्य विशेषणं भवति अस्तु पठामि वा भगिनि ब्रुवः पञ्चानामादित आहो ब्रुवः परस्मैपदस्य लट्लकारे भ्रूधातुतः प्रथमपञ्चानां तिङ्प्रत्ययानां क्रमेण तिप्तस्झि सिप्तस् इत्येषां स्थाने नल् अतुस् उस् थल् अथुस् इति आदेशाः विकल्पेन भवन्ति अपि च अस्मिन् पक्षे सति भ्रूधातोः स्थाने आह् इति धात्वादेशो भवति ब्रुवः पञ्चम्यन्तं पञ्चानां षष्ट्यन्तम् आदितः अव्ययपदम् ओ आदितः प्रथमपञ्चम् इति आहः प्रथमान्तं ब्रुवः षष्ट्यन्तम् अनेकपदमिदं सूत्रं विदो लटो वा इत्यस्मात् लटः वा इत्यनयोः अनुवृत्तिः परस्मैपदानां नलतु सुस्थल सुस्थलतुसणल्बमाः इत्यस्मात् परस्मैपदानां नलतु सु थलतुसः इत्यनयोः अनुवृत्तिः प्रत्ययः परश्च धातोः लस्य इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रमस्ति ब्रुवः धातोः लस्य लटः परस्मैपदानां पञ्चानाम् आदितः नल् तुस् उस् थल् अतुस् अतुसः प्रत्ययः परश्च वा ब्रुवः आहः अत्र ब्रूधातोः कृते लट्लकारे परस्मैपदे प्रथम पञ्चानां तिङ्प्रत्ययानां ये सन्ति इत्युक्ते तिप्तस्झि सिप्तस्थ तेषां स्थले आदेशाः विकल्पेन भवन्ति क्रमेण नल् अतुस् उस् थल् अथुस् इति अपि च तत्र भ्रू धातोः स्थले आह् इति धात्वादेशः अपि भवति इति सारांशः किमपि विस्मृतवती वा त्यक्तवती वा आहस्तः आह् इत्यस्य हकारस्य स्थाने तकारादेशो भवति जलि परे अलोन् अलोन्त्यस्य इत्यनेन आह् धातुः अन्तिमवर्णस्य हकारस्य स्थाने थकारः, आहः षष्ट्यन्तं, तः प्रथमान्तं द्विपदम् इदं सूत्रं. जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् आहः तः जलि. अत्र सूत्रं सूत्रस्य अर्थः अस्ति हक आहः इति हकारस्य स्थाने थकारः आदेशः भवति यदा जलि परे अस्ति चेत्. अतः आहः हकारः तः, तः इति आदेशः भवति आतः. धन्यवादः भगिनी. पृष्टवती खलु अङ्गम् इत्यस्य विषये, अङ्गस्य संज्ञासूत्रम् इति, तत्तु 1-4-13 इति अस्ति भगिनि. तत्र अस्ति यस्मात् प्रत्ययविधिः तदादिप्रत्ययङ्गम् इति अस्ति महोदयस्य करपत्रे 05 सार्वधातुकप्रकरणम् अदन्तम् अङ्गं, तत्र 01 अङ्गम् इति विषयः इति 01 इति कृतम्. तत्र आदौ सार्वधातुकप्रकरणं 05 इत्यत्र 01 अङ्गमिति विषयः. आं भगिनि. यस्मात् प्रकृतिरूपात् प्रत्ययः विहितः भवति. प्रकृतिरूपं भवति तस्य आदौ प्रकृतिः प्रत्ययः विहितः भवति इति प्रत्ययस्य संज्ञा भवति. अनन्तरं तस्य प्रत्ययस्य आदौ यत् अस्ति प्रकृतिः अस्ति, यस्य अनन्तरं स च प्रत्ययः उपस्थितः तस्य नामाङ्गम्. आदौ यत् अस्ति तस्य नामाङ्गम् इति अङ्गस्य प्रत्ययस्य उपयोगः अपि अत्र नामकरणं कृतम्. दृष्टवती वा भगिनि? अहं पठित्वा यदि क्लेशः भवति तर्हि पुनः पृच्छामि भगिनि. किमर्थम् इत्युक्ते इदानीं वयं ई सी ई ति इत्येव प्रत्ययः इति वदामः किल, परन्तु ती प्रत्ययं स्वीकुर्मः चेत् तर्हि तत् तस्य प्राक् किमपि भवति तत् पूर्णतया अङ्गं भवति इति वयम् अङ्गस्य इति अस्माकं चिन्तनमस्ति. किन्तु ईति आगमः प्रत्ययस्य आगमः इति कृत्वा भिन्नरीत्या न स्वीकरणीयम् इति महोदयस्य उत्तरमासीत् भगिनि. पृथक्तया न स्वीकरणीयं, योजयित्वा एव यत्र आगमः भवति चेत् अनन्तरं योजयित्वा एव स्वीकरणीयम्. अस्तु भगिनि. यदि धातोः आगमः आसीत् चेत् अङ्गमेव भवति, किन्तु एतत्तु इ इति प्रत्ययस्य आगमः अस्ति अतः अङ्गसंज्ञा तस्य न भवति. परन्तु अनुवृत्तिसूत्रे प्रत्ययस्य आगमः इति तु नास्ति खलु भगिनि? यदि प्रत्ययस्य आगमः तदेव भगिनी पठितवती खलु महोदय, यत्र उभयनिर्दिष्टौ पञ्चमी बलियान् इति परिभाषया उभयनिर्देशे पञ्चमी निर्देशः बलियान् इत्यनेन पञ्चमी बलियान् अस्ति, अतः सप्तम्यन्तं पदं यत् अस्ति तदेव स्थानी रूपेण स्वीकरणीयम् इति. कुत्रचित् पाणिनी तदा करोति, यत्र षष्टिः उपयोक्तव्यं तत्र सप्तमी एव उपयुक्तवान्, अन्य कुत्रचित् स्पष्टतया षष्टिः उपयुक्तवान्. अस्तु भगिनि. इदानीं यदि वयं तथा स्वीकुर्मः तर्हि अत्र यः इडागमः अस्ति तत्तु प्रत्ययस्य आदौ आगच्छति, अतः पूर्णतया प्रत्ययः भवति इति इदानीम्. आम् आम् महोदय, इति महोदयस्य उत्तरमासीत्. धन्यवादः शुभरात्रिः. प्रश्नमासीत् खलु अस्माकम्, अस्ति वा महोदयं पृच्छामः इति किमपि तात् इति विषये? परन्तु भवती उक्तवती खलु भगिनि अत्र तात् अत्र अस्ति, अतः अत्र सार्वधातुकप्रत्ययः नास्ति, अतः अत्र ईडागमः भवति. तस्य समाधानं तु प्राप्तम्. अत्र उच्चारणविषये एकः प्रश्नः आसीत्. धन्यवादः. धन्यवादः. शुभरात्रिः अपि.